पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 105 मुनय ऊचुः अधः परं महाभाग किं चकार स राघवः मुनयश्च महात्मानः किमकुर्वंस्ततः परं सूद उवाच रामचन्द्रे सुखासीने विभीषणे कपीश्वरे शम्भुमोचुर्मुनिवरा कथां पुण्यां वदस्वनः तेषामाकर्ण्यवचनं पार्वतीमाह शङ्करः इदं कस्यापि विप्रस्य गृहं परमशोभनं रम्यो पवनवापिभिर्विरुद्भिरुपशोभितं कूजन्मधुकरश्रेण्या आहूदकुसुमायुधम् मध्याह्नसन्ध्यामारोढुमिव सूर्यः प्रवर्तते छाया वापी जलस्नातौ परिधाय सुवाससि मृगनाभिसमुत्कृष्टकनसारसुचन्दनम् आलिप्य सलकीदामदृढधम्मिल्लसंयुतौ अनल्पकनसारं तु ताम्बूलं प्रदिखादितम् आस्वाद्य माद्यन्मुदितौ यत्र धारागृहे शुभे मयूरनादबहुले बहिर्मधुरगीतकैः शय्याया मास्तृतायां च परस्पर सुखस्थितौ विशालस्तिमिररक्तोष्ठमाननं चुम्बितं यदि संसारफलमाक्रादमावयोस्तु भविष्यति इतीरितमथ श्रुत्वा कुपिता मुनयस्तु ते उक्तं वा सुशुभं वाक्यमस्मासु किमिदं त्वया विप्रलापप्रियासक्ते कृतो नोऽस्मद्वजकृतम् तथ कोपपराचम्भो राननात्परमद्भुता ज्वाला विनिर्गता सापि करालवदना भवत कस्यचित्तु मुनिर्भार्यामास सा दाधसत्वरं पलायनपरा चासीद्रामं दृष्ट्वा च बिभ्रति रामोऽपि ब्राह्मणीं शुद्धां मोजयामीत्यभाषत जगामपुष्पकेणैव ब्रुवन्मुक्तिं पुनः पुनः बाणं च धनुषा योक्तं न च सस्मार राघवः शम्भुरप्यधिपुण्यानि वनान्यायतनानि च पुराणि च विचित्राणि दृष्ट्वा रामं न चास्मरत क्षणेन च तदा प्राप्तो लोकालोकं महागिरिं दृष्ट्वाथ राघवशैलं गृहमार्गसमाकुलं विप्रयोषिन्महाभागा क्व गदा वदतद्विजाः इदो गदेदिते प्रोजुस्तमो भागं गिरेरिति रामो विवर्णवदनकष्टमित्यभिचिन्तयन् अथ शम्भुर्महातेजा प्रकाशमतुलं ददौ तत्प्रकाशप्रभावेण रामकृत्यां ययावनु तमोमयी महाभूमिः सर्वजन्तुविवर्जिता आब्रह्माण्डकडाहान्ता शतयोचनकोटितः महारजतभूमिश्च तमो मध्ये व्यवस्थिता तत्र नारायणपुरं सूर्यकोटिसमप्रभं स राममुनिवर्यास्तु तं दृष्ट्वा विस्मयं ययुः किमेतदिति चाचिन्त्य नः प्रवेश कथं भवेद् किमेष प्रलयाग्निः स्यान्मायया परमात्मनः किं वा नो मरणं त्वद्य उदश्रेयो भविष्यति इति चिन्ताकुलेष्वेव स रामेषु मुनिष्वथ शुभराह शृणुष्वाद्य राघवैदध्वदामि ते प्रकल्पिता मया माया त्वत्कृते नैतदद्भुतं नारायणीयमेदत्तु परमं धामभास्वरम् उष्णसीताद्यविच्छेद्यं ज्ञानगम्यं न चाक्षुषम् तत्तु पूजय तश्चोर्ध्वं पश्य ब्रह्मपुरोगमान् दिक्षु सर्वासु च मुनीन् पश्य पूजयतो मलान् चतुरो निगमान् पश्यस्तु वद परमं पदं योगिनः सनकाद्यास्तु योगमास्ताय यत्नतः ध्यायन्ति परमं त्यजस्तदिदं पश्य राघव अमुञ्च रोमशं पश्य प्रदक्षिणनमस्क्रियाः कुर्वाणं कोटिकोटिश्च वालकिल्यान्मुनीश्वरान् लक्ष्म्यादि सर्ववनिता पूज्यमानं परं पदं साकारं च निराकारं ब्रह्म यत्परिकीर्तितम् अज्ञानिनो न पश्यन्ति पश्यन्ति ज्ञानचक्षुषः शम्भुवाक्या ददः सर्वे पूजयामासुरच्युतं गिरिकर्णीं च तुलसीं मल्लिकां मारुतं तथा नीलोत्पलैरम्बुजैश्च कृष्णास्फुटजलैरपि पूजयन्तो महात्मानो महात्मानं जनार्दनं नारदं केददृशुर्जटिलं सविपञ्चिकं नारायणपदाघोषं लम्बकूर्चोपवीदिनं स चापि मनसा दध्यौक एष इति नारदः सपपादप्रभोपादे शम्भोरानन्दनिर्भरः शैवीं पञ्चाक्षरीं विद्यां जजाप मनसा मुनिः धन्योऽस्म्यनुगृहीतोऽस्मि जन्माद्य सफलं मम ब्रह्मादिवन्द्यं चागम्यं ज्ञादह्वानस्मि ते पदं नारदं तमधप्राह शम्भो मैवं वदेतिः यथा च मां न जानन्ति तथा मे कुरुवर्तनं गच्छ शीघ्रं हरिं ब्रूहि ममागमनमल्पदः अध सत्वरया गत्वा सर्वं विज्ञापयद्धरिम् अध सत्वरया विष्णो राधायार्कोदकं शुभं कमलासहितो योगी कोटिकोटिसमावृतः निर्ययौ नारदं हस्ते गृहीत्वा गरुडध्वजः नमो नमो नमस्त्वस्मै शङ्कराये त्विदीरयन् अर्कपाद्यादिना सर्वान् पूजयामास केशवः प्रावेशयदमेयात्मा नारायणपुरं शुभम् गृहराजे तदस्थित्वा नारायण उवाचः कथमेदे समायादा कोऽयं राजा महायशाः अमानुषप्रवेशोऽयं ब्रह्माद्यैरप्यगोचरः शम्भुरुवाच मुनिवेषा यथा प्राप्ता वयमेदे नृपस्तथा तवांशो नृपदिश्चायं रामचन्द्रप्रतापवान् येनां संवीक्षितुं पत्नीं तव केशवकाङ्क्षति नारायणस्तदेत्युक्त्वा प्रविशेत्याह राघवम् अध प्रविश्य भवनं लक्ष्मीं वीक्ष्य नमस्यज विनयवनदो भूत्वा वाचमाह सुचारिणीं कृतार्थोऽस्मि न सन्देहो वदत्वं किं तु मन्यसे श्रीदेव्य उवाच त्वं युवा कामकृष्टश्च रूपवानसि राघव सीता सा चारु सर्वाङ्गी तव पत्नी तया भवान् वियुक्तोऽस्ति पुरा चासीदतीव विरहाकुलः ममापि वद सर्वं तदथवा न च लप्स्यसि सहसान्यथवाक्यानि यूनां चित्तहाराणि च श्रुत्वा दुःखानि सर्वाणि रामभद्रो यदात्मवान् निर्गन्तुं काङ्क्षते तत्र आनम्य तन्मुखाम्बुजं स्मरबाणेन पद्मेन सम्पीड्य रघुशेखरम् अन्वेव निर्ययौ देवी पद्मा पद्मवनप्रिया एकपत्नीव्रतं ज्ञात्वा रामं ते समुपागमन् अधवेपिद सर्वाङ्गं स्खलत्पदगतिं नृपं शिवनारायणौ दृष्ट्वा विस्मयं परमं गदौ अहोऽस्य दृढिमाचित्ते मायिनोऽप्यवशात्मनः धैर्यं पश्येहनियदं तेन रामः सुकीर्तिमान् सर्वदा शिवमेवास्य नाशिवं विद्यते क्वचिद् अधरामो वच प्राह गच्छेहं भगवन् प्रभो अनुज्ञातोऽधहरिणा पुष्पकेण स राघवः स मुनिः सह शम्भुश्च सह नारायणो ययौ लोकालोकं गतशीघ्रं तदस्वादूदधिं गदः ततो द्वीपसमुद्रांश्च जम्बूद्वीपं पुनर्गदः भरद्वाजाश्रमपदे तस्तिवान् गौतमीतटे अध स्नात्वा महानद्यां भरद्वाजो मुनीश्वरः शिष्यै श्रीमान् परिवृतपुष्पकं दृष्टवान् मुनिः तत्र रामं महाबाहुं शिवनारायणावृषिन् यथावत् पूजयित्वा दु तानुवाच महामुनिः ममाश्रमपदे यूयं भोक्तुमर्हत सत्तमाः रामस्तु मन्वाक्येन तदेत्याह कथञ्चन अध स्नात्वा महानद्यां कृत्वा देवादितर्पणं भोक्तुकामं तदा रामं वसिष्ठो वाक्यमुक्तवान् धर्मत्यागो भवेद्राम न श्राद्धं कियते यदि श्रीराम उवाच अमायां ग्रहणे तीर्थे व्यदिपादेधसङ्क्रमे व्यदिदं यदि चेच्छ्राद्धं भगवन् क्रियते पुनः नित्यश्राद्धं पुनर्नैव कुर्यादिति वचस्तव यथा ममैव मातॄणां मरणे समुपस्थिते अशौचे च समायाते नित्यश्राद्धं न वै कृतं व्यतिपादादिकालेषु कृतं तु वचनात्तव वसिष्ठ उवाच ये देहि मुनयः सर्वे तथा शम्भुरयं द्विजः यदन्मुखादशेषेण निर्णयस्तु भविष्यति सह सर्वे विनिश्चित्य मुनयः शम्भुमब्रुवन् वदास्माकमशेषं त्वं द्विजवर्य महानसि शम्भुरुवाच त्यक्तव्यं यच्च वैश्राद्धं पुनः कर्तव्यमेव च सूतके समनुप्राप्ते विघ्नेषु जवदाम्यहम् मासिकान्युतकुम्भानि श्राद्धानि सकलानि च प्रदि सांवत्सरं श्राद्धं सूतकानन्तरं विदुः त्यक्तान्यन्यानि यावन्ति सूतके विघ्नसम्भवे अनन्तरं हि कार्याणि सर्वाणीति न संशयः मासिकानि समस्तानि श्राद्धं प्रात्यब्धिकं तथा सूदकानन्तरं कार्यं विघ्नेऽन्यस्मिन्यतोऽन्यथा एकादश्यां कृष्णपक्षे कर्तव्यं शुभमिच्छदा तत्र व्यतिक्रमे हेदावमायां क्रियते तु तद् यथोत्तरदिनेष्वेव कर्तव्यं यद्यविघ्नदः कृष्णपक्षे त्वमायां तु कर्तव्यं रामनो कृतम् मृदाहस्य यदा मासो न ज्ञायेत कथञ्चन मार्गशीर्षे धवा माके श्राद्धं तद्दिवसे स्मृतं यदा तु वासरा ज्ञानं मासस्य ज्ञानमेव च अमायामेव तन्मासे श्राद्धं संवत्सरं भवेद् दिनमासपरिज्ञाने प्रोषितस्य मृतस्य च तत्तिथ्यां तद्दिनं ग्राह्यं तत्र ज्ञानं यदा भवेद् अश्विनामा च मार्गामा माघामा च दिनत्रयं तत्र वान्यतमं ग्राह्यं दिनमासा प्रतीतितः वृद्धिसप्तमसी मन्दप्रेतश्राद्धानुमासिकं नित्योदकुम्भश्राद्धं च मासे स्युरधिकेऽपि च ग्रहणे पुत्रजन्मादौ कर्मण्यपि च शान्तिके सङ्कल्पिते च सर्वस्मिन्नधिमासो न दुष्यति रोगी यदा मनुष्यस्य श्राद्धकर्माण्युपस्थिते भार्यां वा भादरं वापि शिष्यं वापि नियोजयेत् तस्याभावेन हानि स्यात् कर्मणश्राद्धसंज्ञिनः नित्यश्राद्धे यथा शक्तिभोक्तारं तु नियोजयेद अमावास्यामासिकं च मृताः व्यतिरेकि यद् स्वयं कर्मण्य शक्तश्चेत् सुतं विप्रं नियोजयेद राजकार्यनियुक्तस्य दासग्रहणवर्तिनः व्यसनेषु समस्तेषु श्राद्धं विप्रेण कारयेद प्रातःकाले तु न श्राद्धं प्रकुर्वन्ति द्विजोत्तमः नैमित्तिकेषु श्राद्धेषु न कालनियमस्मृतः गृहादिव्यतिरिक्तस्य प्रक्रमकुतपः स्मृतः कुदूपादधवाप्यर्वागासन्न कुदूपो भवेद् मासे मासे यथा श्राद्धे पराह्नस्पृग्विधीयते अपराह्णव्यापिनी स्यादुभयत्र यदा त्वमाक्षये पूर्वादुकर्तव्या वृद्धौ साम्ये परा स्मृता अमावास्या तु या हि स्यादपराह्णद्वये समा क्षये पूर्वापरावृद्धौ साम्येऽपि च परा भवेद् क्षीणस्तु चन्द्रमा यत्र तत्र श्राद्धं तु पार्वणम् अमाष्टभागे सूक्ष्मोऽसौ भूदाष्टांशे स नास्ति चेद् मध्याह्नव्यापिनी सा स्याद्देगोद्दिष्टे तिथिर्भवेद् सायाह्नव्यापिनी या स्यात् पार्वणे सा तिथिर्भवेत् अल्पा पराह्णगायामा ग्राह्या श्राद्धादिके भवेद् मृदाहेत्रिमुहूर्ता च सायङ्काले तिथिर्भवेद् परेह्यस्तङ्गदा यत्र त्रिमुहूर्तं तु पूर्ववद् तत्रापरेद्युश्राद्धं स्याज्येष्ठपुत्रस्य नाशनम् अमाश्राद्धं यथा कुर्यान्मृदाहे समुपस्थिते मध्याह्नव्यापिनी तत्र ह्यद्विजस्य विधीयते राम उवाच श्राद्धक्रममशेषेण मर्त्यकर्मक्रमं तथा प्रासङ्गिकानां धर्माणां निर्णयं वक्तुमर्हसि शम्भुरुवाच श्राद्धस्य दिवसे प्राप्ते पूर्वेद्युर्नियमान्वितः निमन्त्रयीदविप्रेन्द्रान्विप्रलक्षणसंयुतान् एकभुक्तं ब्रह्मचर्य मं त्यजाद्यैरभाषणं दन्तधावनमभ्यङ्ग नखकेशनिकृन्तनं कर्ता कुर्वीद पूर्वेद्युस्त्यक्त्वा चैव परेहनि गृह्णीदनियमानुक्तान् सर्वमेतत्परित्यजेद त्रिकालं चैव पूजा चेत् प्रादर्देवं यजेत् स्वकम् अरुणोदयवेलायां करोति यत्पूजनम् अधशायी तथा भूतप्रादरुद्धाय कर्मविद प्रातस्त्यमपि यत्कर्म तत्कृत्वा स्नानपूर्वकं ऋणत्रयविनिर्मुक्तो यास्यदि ब्रह्म तत्परम् सूर्यस्योदयवेलायां शिवपूजां करोति यः सूर्येण समतेजस्वी शिवलोके महीयते उदिते भास्करे पश्चाद्धि कान्तरपूजनं रुद्रेण सम तेजस्वी शिवलोके महीयते तृतीयकडिकायां तु शिवपूजां समाचरेत् कुबेरसमतेजस्वी शिवलोके महीयते तृतीयकडिकायां तु शिवपूजां समाचरेत् कुबेरसमतेजस्वी शिवलोके महीयते चतुर्थी पञ्चमी षष्ठी सप्तमी कडिकासु यः शिवं पूजयते भक्त्या शिवलोके मरुत्समः तत्काल एव क्रियते पूजा यत्कालनोदिता यथा प्रतिज्ञमथवा गृहीतनियमो यजेत् उपचारेषु सक्रिया वै नियमं परिपालयेत् नियमादिक्रमे वापि यागश्च स्याद्विभोर्यदि श्रीराम उवाच क्व पूजा देवदेवस्य शङ्करस्यामि तौजसः स्मरणात् पापनाशस्य स्मरणान्मोक्षदस्य च शिवस्य शिवरूपस्य शिवतत्त्वार्थवेदिनः सोमस्य सोमभूषस्य सोमनेत्रस्य राजिदुः वेदमूर्तेरमूर्तेश्च वेदसारस्य वेदिनः वेदवेदाङ्गवित्तस्य वेद्या वेद्यस्य योगिनः गोक्षीरसमदेहस्य गोक्षीरस्नानमोदिनः गोपालिनस्त्रिनेत्रस्य त्रयी नेत्रस्य मायिनः प्रश्नमध्ये तथा रामं शिवज्ञानमथादिशद स्थानुभूत इवासीनो नासाग्रण्यस्तलोचनः आनन्दनिष्यन्दविलोचनाशु प्रवाहः संस्पृष्टकपोलदेशः दधारदेवं गिरिशं हृदं भुजे गोक्षीर सुस्निग्ध सुचारु गात्रम् प्रतिबिम्बमधो गात्रे रामस्य समदृश्यत दृष्ट्वैव बिम्बितं शम्भुं चतुर्बाहुं त्रिलोचनं विस्मयं परमं यादा सर्वे मुनिहरीश्वराः शम्भोर्वक्षस्थितं रामं दृष्ट्वा दीप्ता कृतिं शुभं तूष्णीं बभूवुर्यामार्थमथ राममुदैक्षत स्वप्रश्नमनुसन्धाय प्राह सर्वं वदेति च शम्भुरुवाच अचलेया सदा पूजा चले वापि यथेच्छया लिङ्गसम्पूजनमुख्यमलाभे प्रतिमादिषु अधिकारविशेषेण तत्र तत्रापि पूजनं विगुणं सगुणं वापि सफलं लिङ्गपूजनम् प्रतिमादिकृता पूजा विगुणा सफला न हि अचले वा चले वापि पूजालिङ्गे प्रशस्यते चलस्य पूजनं वक्ष्ये स्थापनोद्वासने तथा ते उभे न विजानादि कश्चिन्मुनिरपि क्वचित् स्थापयन्ति हृदब्जे वै गोपह्यन्ति यजन्ति च उद्वासयन्ति देवेशं शङ्करं योगिनः सदा क्रिया चादिवहोदॄणां वाग्नौ देवं त्र्यम्बकं पूजकानामशेषाणां शिवलिङ्गे महेश्वरं लिङ्गस्य स्थापनं पूजा उद्वासनमथैव च धारणं शङ्करस्यैव लिङ्गमेव महेश्वरं सज्जिकं परमोत्कृष्टम् स्वर्णं चैव विनिर्मितं राजतैर्वादलैः कार्यं राजतैर्वैणवैस्तु यत् लतासूत्रैरथो वापि रचितं दारुणाधव वस्त्रेण वाधरचितं मृदा विरचितं भवेद् तत्र संवेष्ट्यवस्त्रेण सुगन्धेन समन्विते धौधवस्त्रयुगे शुद्धे मृद्वासनसमन्विते शीतोष्णरहिते पादचतुष्टयसमन्विते प्रावृदिच्छेदनोपेदे कृमिकीडविवर्जिते धौधेन मृदुवस्त्रेण सर्वतो वेष्ट्यतं शिवं विनश्य सज्जिकामध्ये प्रावृत्य च पुनर्विभुम् एषा हि सज्जिका रामदेवस्याग्रेदिकीर्तिता तस्य च स्थापनं पाठो रहस्ये च महेशिदुः अथवा भित्तिमूले स्याद्देव वेद्यामथापि वा सुरक्षिते तथा देशे रक्षकं च नियोजयेद प्राणादेरविनाभावं कुर्वीद नियमैः सह यदद्धि राजसम्प्रोक्तं स्थापनं परमात्मनः सात्विकं स्वसमीपस्थं धारणं तामसं पुनः धारणं गात्र संस्पर्शमशेष देहगोपनं मस्तके धारणं मुख्यं ब्रह्मणा च तथा कृतं विन्यस्य मुकुटस्यान्ते धारणं शुभमुच्यते ललाडे धारणं शस्थं यथा लक्ष्म्या धृतं शुभं बाणेन च धृतं मूर्ध्नि दक्षिणोरसि वा पुनः कर्णे च करकर्णेन मुनिना परमर्षिणा विनिर्भिद्य तथा गात्रं लोकस्थानं प्रकल्प्य च धारयन्ति तथा लिङ्गं राक्षसा केचिदुत्तमाः अनिकेतनमर्त्यानामशक्तानां शिरोधृतिः अधमाधममाख्यातं नीवीबन्धादिधारणं तेषु तु चिष्टसम्प्राप्तौ मस्तके धारणं भवेद् अधमाधमवृत्तीनां सदा वै लिङ्गधारणं पापिनामपि चाश्चर्यं यमलोकेन विद्यते श्रीराम उवाच चित्रगुप्तेन लिखिता ललाडेया लिपिर्दृष्टा तया दुलिप्या नियतं नरकं कथमन्यथा करोति पूजनं शम्भोः पापं नाशयते कथं शम्भुरुवाच पापं नाशयते कृष्णमपि जन्म शदार्जितम् भर्सनात् सर्वपापानां स्मरणाच्च महेशिदुः भस्मेदि पदमाख्यातं तस्य धारणमुत्तमं यथाविधिललाडे वै वह्नि वीर्यप्रधारणद नाशयेल्लिखितां यामीं पटस्तामिव हव्यभुक् कर्णोपरिकृतं पापं नष्टं स्यान्मुखधारणे कण्ठे च धारणात् कण्ठभोगादिकृतपादकं बाह्वो बाहुकृतं पापं वक्षसि मनसा कृतं नाभ्यां शिश्नकृतं पापं पृष्ठे कुतकृतं तथा पार्श्वयो धारणाद्राम परस्त्र्यालिङ्गनादिजं तद्भस्मद्धारणं शस्तं सर्वत्रैव त्रिपुण्ड्रकं ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणं गुप्त्यै लोकत्रयाणां च धारणं तेन वैकृतं धृतं पञ्चदशस्थाने शुद्धं भस्माभिमन्त्रितं कोष्ठयुग्मे बाहुयुग्मे कोष्ठोपरि युगे तथा धारणं सर्वदेहानां पूजायै धर्मसम्मतं भस्माशना भस्मशय्या भस्मोद्धूलितविग्रहाः भस्मस्नाह्ना सदा पापैर्मुच्यन्ते नात्र संशयः आदौ ब्राह्मणदीक्षायां त्रिया युष्मिति स्मृतम् प्रसवे च मनुष्याणां भूता वेषेऽपि रक्षकं सर्पादिविषहान्यर्थं सर्वेषां साधनं द्विधम् अपि वा वैष्णवोमर्त्य अथवा पीतरो जनः भस्मस्नायी भस्मयुक्तकर्मस्वधि करोति वै श्रीराम उवाच भस्ममाहात्म्यमादौ मे भस्मायुष्यं हि कस्य वै कथं हि रक्षते ह्येदत्सर्वमेदद्वदस्व मे शम्भुरुवाच आयुष्यवर्धने हेतुस्त्रिविधस्यापि देहिनः पापघ्नं शीतमुष्णं च स्पर्शाच्छिवपदप्रदम् अत्र ते कीर्तयिष्यामि चेदिहासं पुरातनम् आसीद्वासिष्ठवंश्यस्तु धनञ्जय इति द्विजः तस्य भार्याशतं चासीद्रूपलावण्यसंयुधं तासामेकादु सुषुवे श्यामाका करुणं मुने भार्याणां सङ्ख्यया राम सुदाश्चास्तपस्विनः पित्रा विभागस्तेषां च विषमपरिकल्पितः भ्रातॄणां च तदा ह्येव वैरबन्धो महानभूद नराणामेकजातीनां वैरं नियतमेव तु अधासौ करुणो गत्वा भवनाशिनिकातटे नानामुनिगणैः सार्धं नरसिंहदिदृक्षया नृसिंहदर्शनार्थं दुःब्राह्मणेन दुःखेन चिद उत्कृष्टफलितं वीरमानितं रूपगन्धवद करुणस्तु तदादाय व्यजिक्रद्फलमुत्तमम् तत्र स्थिता द्विजगणा शापेन तमयोजयन् मक्षिका भवपापात्मन्वर्षाणां शतमप्यदः शापावसनं भविता दधीचेन महात्मना अध मक्षिकदां प्राप्तो भार्यामिदमभाषद मक्षिका त्वमहं प्राप्तो मां शुभे पालयस्व भोः इत्युक्त्वा स तथा भूतो बभ्राम च ततस्ततः अथैवं विधमाज्ञाय ज्ञाधय पापनिश्चयाः तद्वधे यत्नमास्ताय तैलमध्ये ह्यपादयन् मृदं पदिमद्धादाय दुःखिता सा कृशोदरी तद्दुःखशमनार्थाय प्राहदेवी त्वरुन्धती अमुं सञ्जीवयाम्यद्य भस्मनैव शुचिस्मिते अथाग्निहोत्रजं भस्म अरुन्धत्यैन्यवेदयद मृत्युञ्जयेन मन्त्रेण मृदजन्तौ तदाक्षिपद मन्दवायुं तथा चक्रे व्यजनेन शुचिस्मिता उदतिष्ठततो जन्तुर्भस्मनोऽस्य प्रभावतः ततो वर्षशदे पूर्णे ज्ञातिरेकोख्यमारयद मृदे भर्तरि सा साध्वी दुःखिता च शुचिस्मिता दधीचं नाम विप्रेन्द्रं महामाहेश्वरं मुनिं जगामशरणं साध्वी प्राह विप्रस्तपोधनः त्रियायुषाविहीनं तु जमदग्निं तपोनिधिं भस्मैव जीवयामास कश्यपं च तथाविधं देवानपि तथा भूतान् मामप्येतादृशं पुरा तस्मात् तु भस्मना जन्तुं जीवयामि तवानखे इत्येवमुक्त्वा भगवान् दधीचो महेश्वरं वै शरणं जगाम भस्माभि मं त्र्याथ करे गृहीत्वा सञ्जीवयामास धवं सुसाध्व्याः महेशस्य करस्पर्शाद्विशापकरुणोऽभवत् स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययौ दधीजमपि सा साध्वी गृहमानीय भोजने प्रार्थयामास विप्रर्षिं भुक्तवानथ सद्विजः भुक्तवत्यथ विप्रेन्द्रे कोटिशिष्याः समागताः अथ देवाः समायाता भस्मोद्धूलितविग्रहाः नमस्कृत्य दधीचिं तु पप्रच्युच्छिवकाङ्क्षया देवा ऊजुः अस्माकं तु पुरा ज्ञानं नष्टमासीन्महामदे गौतमस्य तु भार्यां वै दृष्ट्वा कामातुरा वयं तथा च दर्शिता देवी विवाहकृतमङ्गला तां वै कामयमानानां नष्टं ज्ञानमभूच्चनः ततः सर्वे वयं भूता गदा दुर्वाससं मुनिं स उवाचाधुना सर्वमपनेष्योमि वोमलं शतरुद्रियमन्त्रेण मन्त्रितं शम्भुना स्वयं ममापि दत्तं तेनैव ब्रह्महत्यादिशान्तये इत्येवमुक्त्वा दुर्वास दत्तवान् भस्म चोत्तमम् अध तद्वचनात् सर्वे वयं विकृतचेतनाः शतरुद्रियमन्त्रेण भस्मोद्धूलितविग्रहाः निर्धूतपादकाः सर्वे संवृत्तात् तत्क्षणेन हि आश्चर्यमे दज्जानीमो भस्मसामर्थ्यमीदृश्यं दधी च उवाच शैवस्य भस्मनशक्तिं सङ्क्षेपेण वदामि वः विस्तरेण न शक्येत वक्तुं वर्षशतैरपि अत्र वकीर्तयिष्यामि पुरावृत्तं तु देवयोः हरिशङ्करयोः सर्वे ब्रह्महत्यादिनाशनं पुरा चैकार्णवे घोरे ब्रह्मणप्रलये सति महाविष्णुस्तु भगवान् चेदे स्म प्रलयाम्भसि तस्य पार्श्वद्वयं प्राप्य ब्रह्माण्डानां शतद्वयं विंशतिपादयोः पार्श्वे विंशतिर्मस्तकान्तरे नासामौक्तिकभावेन ब्रह्माण्डमदधात् प्रभुः तन्नाभिमण्डले के जिल्लोमशाद्या मुनीश्वराः तपस्तपं तः सुमहदीश्वरं पर्युपासदे अथ विष्णुर्महातेजाश्चिन्तामापसि सृक्षया ध्यानयोगपरो भूत्वा न किञ्चित् पर्यपश्यत अथ दुःखेन महदा रुरोदोच्चै पुनः पुनः यदस्मिन्नन्तरे दीप्तिः काचिल्लोकविलक्षणा दृष्ट्वा च हरिणा भीत्या लोचने च निमीलिते आगम्यमानो गोक्षीर समतेजात्सगात्रवान् सङ्ग्रध्य कोटिब्रह्माण्डधामयुग्मं करद्वये दधानमुरसा धाम कोटिब्रह्माण्डकल्पितं ब्रह्माण्डमेकं निपदधुत्पदच्च करद्वये सर्वाभरणसंयुक्तं तथाभूतं तमव्ययं विष्णुस्तुष्टाव चादृष्ट्वा दर्शनाय च तस्य वै विष्णुरुवाच नमस्ते देवदेवेश नमस्ते शाश्वताव्यय न जानेऽहं भवन्तं भोस्त्वं च वेत्सि नमो नमः जानामि न च ते भावं दुर्निरीक्ष्या च ते द्विधिः माणिक्यकुण्डलं हेमदामजालविभूषितं रत्नाङ्गुलीयं सुभगं बाहुकोष्ठविभूषणं तनुरक्तोत्तमाकीर्ण दीप्तायदविलोचनं बाणलोचनसङ्काशं बाललोचनमव्ययम् कन्दर्पकार्मुकभ्रान्तिजनकभ्रुवमीश्वरम् स्निग्धाधोन्नदचार्वङ्गनासमच्चकपोलकं मन्दस्मितं प्रसन्नास्यं विभुं बालेन्दुदर्शनं विज्ञानरक्तवसनं वेदकल्पितभूषणं शरणं त्वां प्रपन्नोऽस्मि चक्षुर्मे दीयतां विभो दीनान्थ कृपणाज्ञाननष्टस्य शरणं भव। अथ दिव्यं ददौ चक्षुः स्वात्मदर्शनशक्रिमद। अथ दृष्ट्वा हरिं शम्भुं त्रिनेत्रं पुरदस्थितं को भवानित्युवाचाध न जाने त्वां महायशः प्रणामं केवलं कर्तुं शक्तोऽस्मि न हि वेदितुं। सदाशिव उवाच तव ज्ञानं प्रदास्यामि कुरु स्नानं च वारुणं भस्मस्नानं ततः पश्चात्तदो ज्ञानं वदाम्यहम्। श्रीभगवानुवाच मत्स्नानयोग्यं सलिलं न च तिष्ठति कुत्रचिद् इत्युक्तोऽथ निष्णस्तु ब्रह्माण्डासक्तविग्रहः ऊरु दघ्नजले स्नातुं न योग्यमभवद्धरेः। शम्भुर्जहासस्नानाय जलमत्यधिकं त्वहो दधी च उवाच अथ देवशिवो विष्णुं भालाक्षेण व्यलोकयद। विलीनसूक्ष्मावयवं वामाक्षेण व्यलोकयद। ततः सूक्ष्मतनुर्विष्णुशीतदेहश्च शम्भुना उक्तश्च स्नाहि भो विष्णो ह्रद एष विकल्पितः। ततो ह्रदे हरिष्णादुं हराङ्गे कल्पिते तदा प्रवेष्टुं न शशाकाध गम्भीरे तद्ध्रदस्य तु हरिराह च नोपन्था ह्रदस्यास्य प्रवेशने। मार्गो मे दीयतां देवतमधो शम्भुरब्रवीद कोडियोजनगम्भीरं जलमेदन्महत्पुरा निविष्टस्यैव भवद ऊरुदग्नं जलं विभो इदानीं तिष्ठतश्चापि न प्रवेशो ह्रदे कथम्। अष्टाङ्गुलप्रमाणोयमूरुस्तस्मिन् ह्रदे च मे पश्यामि प्रविशत्वं च पादस्पर्शं ददामि ते। वाक्यमेकं तु सोपानं वेदं मद्वाक्यनिःसृतं। हरिरुवाच शब्दारोहणसामर्थ्यं कस्यापीह न विद्यते। मूर्तस्य ग्रहणं शक्यं ग्रहणं वा कथं श्रुतेः। शम्भुरुवाच पुंसशक्तिर्न वस्तूनां धारणारोहणादिषु गृहाणेमं महावेदं जग्राहहरिरप्यथ। नम्रकरश्चाशक्तेर्हि पदन्निव जनार्दनः न च शक्यं मया धर्तुमिति प्राह शिवं हरिः। शिवप्रहस्य निपदि पात्यदीव महाह्रदे तत्सोपानमधारुह्य स्नातुमर्हसि केशव। दधी च उवाच वेदे सोपानभूदेहि ऊरुदग्नोपलब्धिनि तत्र स्नात्वा सविधिना बहिरुत्तीर्य चोक्तवान् स्नातोऽस्मि किमथ कार्यं। शम्भुराह हरिं ततः ध्यासे हृदये किं त्वं न च किञ्चिद्वदस्व मे। हरिर्न किञ्चिदित्याह तमधो शम्भुरुक्तवान् भस्मस्नानेन संशुद्धो वेश्यस्य परमं शुभं दीक्षितस्य हि तच्छस्त्रं तद्रक्षां करवाण्यहं। दधी च उवाच स्ववक्षस्थिति भस्मैकं नखे नादाय शङ्करः प्रणवेनाभिमन्त्र्याध गायत्र्या ब्रह्मभूतया अङ्गुलिभ्यामुपादाय शिवपञ्चाक्षरेण वै हरिमस्तकगात्रेषु सर्वेष्वपि समाक्षिपद। शान्तदृष्ट्या निरीक्ष्याध जीवेत्याह हरिं हरः ध्यायस्व किन्दे हृदये स च ध्यानपरो भवद। अपश्यद्धृदये दीपं दीर्घाकारमधिप्रभं हरिराह शिवं साक्षाद्दीपो दृष्टो मयेति च। शिवप्राहनदे ज्ञानं परिपक्वमधो हरे भस्मभक्षयते ज्ञानं समग्रं सम्भविष्यति। हरिरुवाच भक्षयिष्ये शुभं भस्मस्नादोऽहं भस्मना पुरा दृष्ट्वेश्वरं भक्तिगम्यं भस्मा भक्षयदच्युतः। तत्राश्चर्यमदीवासीत् पक्वबिम्बसमद्युतिः वासुदेवशुद्धमुक्ताफलवर्णो भवत्क्षणाद् तदप्रभृति शुक्लोऽसौ वासुदेवप्रसन्नवान् पुनर्ध्यानपरो भूत्वा दीपमध्ये च पुरुषं शुद्धस्फटिकसङ्काशं त्रिनेत्रं द्विभुजं शिवं वरदं दक्षिणे हस्ते वामे चाभयदं विभुं पञ्चवर्षीयवभूषं शरच्चन्द्रायुधद्युतिं माणिक्यकुण्डलं हेम दामजालविभूषितं रत्नाङ्गुलीयसुभगं बाहुकोष्ठसुभसुभूषणं तनुरक्तोष्टमाकर्ण दीर्घायत विलोचनं बाणलोचनसङ्काशं भाललोचनमव्ययं कन्दर्पकार्मुकभ्रान्ति जनकभ्रुवमीश्वरं स्निग्धोन्नत सुचार्वाङ्गनासमच्चकपोलकं मन्दस्मितं प्रसन्नास्यं बालेन्दु दर्शनं विभुं विज्ञानरक्तवसनं वेदकल्पितनूपुरं वामाङ्गुलीयमध्यस्थमधिप्रणवमव्ययं दृष्टवानथ तं विष्णुः कृतकृत्यो भवत्तदा अधाः शम्भुर्भो विष्णो हृदि दृष्टं त्वया किमु अरिराहपुरा दृष्टः पुरुषशान्तविग्रहः इत्युदीर्य महाविष्णुः शिवपादे पपादः। हरिरुवाच न शक्तिं भस्मनो जाने प्रभावं वा कुतस्तव नमस्तेस्तु नमस्तेस्तु त्वामेव शरणं गदः। सदाशिव उवाच वरं वृणु महाभाग मनसायं त्वमिच्छसि शिव वाचमथाकर्ण्य हरिर्वव्रे वरोत्तमं। हरिरुवाच त्वत्पादयुगले शम्भो भक्तिरस्तु सदा मम अध दत्त्वा वरं शम्भुरिदमाह वजो हरिं भस्मधारणसम्पन्नो मम भक्तो भविष्यसि। दधी च उवाच युद्धमुक्तं महाज्ञानं भस्मसम्भवमादिदः तस्माद्यूयं सुरा सर्वे धारयध्वं तदा दराद विस्मयोद्भुल्लनयना देवाच्चासंस्तदस्त्विधि य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमं विमुक्तसर्वपापेभ्यो यात्यसौ शाङ्करं पदम्। इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे भस्ममाहात्म्ये पञ्चोत्तरशततमोऽध्यायः। ॐ